पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 2 शेष उवाच अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेदसा पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः उवाच च हनूमन्तं बलवन्तं समीरजं प्रस्फुरदशनव्याच चन्द्रकान्तिहदान्धकः शृणु वीरहनूमंस्त्वं मद्गिरं भ्रातृनोदितां चिरन्तनवियोगेन गद्गदीकृतविह्वलां गच्छतं भ्रातरं वीर समीरणतनूद्भव मद्वियोगकृश्यां यष्टिं वपुषो बिभ्रतं हठात् योवल्कलं परीधत्ते जडां धत्ते शिरोरुहे फलानां भक्षणमपि न कुर्याद्विरहातुरः परस्त्रीयस्य मादेव लोष्टवत्काञ्चनं पुनः प्रजापुत्रा निवो द्रक्षेद्बान्धवो मम धर्मविद मद्वियोगज दुःखाग्निज्वाला दग्धकलेवरं मदागमनसन्देशपयो वृष्ट्याशुसिञ्चतं सीतया सहितं रामं लक्ष्मणेन समन्वितं सुग्रीवादिकपीद्रैश्च रक्षोभिः सबिभीषणैः प्राप्तं निवेदय सुखात् पुष्पकासनसंस्थितं येन मे सोऽनुजशीघ्रं सुखमेधि मदागमाद इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः जगामभरतावासं नन्दिग्रामं निदेश्यकृत गत्वा स नन्दिग्रामं तु मं त्रिवृद्धैः सुसंयतं भरतं भ्रातृविरहक्लिन्नं धीमान् ददर्शः कथयन्तं मन्त्रिवृद्धान् रामचन्द्रकथानकं तदीयपदापाधोज मकरन्दसुनिर्भरः नमश्चकारभरदं धर्मं मूर्तियुदं किल विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितं तं दृष्ट्वा भरदशीघ्रं प्रत्युद्धाय कृताञ्जलि स्वागतं चेदिहोवाच रामस्य कुशलं वद इत्येवं वदतस्तस्य भुजो दक्षिणतो स्फुरद हृदयाच्च गदशोको हर्षाश्रयः पूरिताननः विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् रामागमनसन्देशामृतसिक्तकलेवरः प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहं जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया दासोऽस्मि जन्मपर्यन्तं रामसन्देशहारकः वसिष्ठोऽपि गृहीत्वार्घ्यं मन्त्रिवृद्धाः सुहर्षिताः जग्मुस्ते रामचन्द्रं च हनुमद्दर्शिताध्वना दृष्ट्वा दूरात्समायान्तं रामचन्द्रं मनोरमं पुष्पकासनमध्यस्थं ससीदं सहलक्ष्मणम् रामोऽपि दृष्ट्वा भरतं पादचारेण सङ्गतं जडावल्कलकौबीन परिधानसमन्वितम् अमात्यान् भ्रातृवेषेण समवेषाञ्जडाधरान् नित्यं तपःक्लिष्टतया कृशरूपान् ददर्शः रामोऽपि चिन्तयामास दृष्ट्वा वै तादृशं नृपम् अहो दशरथस्यायं राजराजस्य धीमतः पुत्रः पदादिरायादि जडावल्कलवेषभृत न दुःखं तादृशं मेऽन्यद्वनमध्य गदस्य हि यादृशं मद्वियोगेन चैतस्य परिवर्तते अहो पश्यद मे भ्राता प्राणात् प्रियतमः सखा श्रुत्वा मां निकटे प्राप्तं मम त्रिवृद्धैः सुहर्षितैः द्रष्टुं मां भरतोऽभ्येदि वसिष्ठेन समन्वितः इति ब्रुवन्नरपदिः पुष्पकान्नभसोऽङ्गणाद् बिभीषण हनूमद्भ्यां लक्ष्मणेन कृदादरः यानादवतताराशु विरहात्क्लिन्नमानसः भ्रादर्भ्रातः पुनर्भ्रादर्भ्रादर्भ्रादर्भ्रादर् वदन्मुहुः दृष्ट्वा समुत्तीर्णमिमं रामचन्द्रं सुरैर्युदं भरतो भ्रातृविरहक्लिन्नं धीमान् ददर्शः हर्षाश्रूणिप्रमुं चंश्च दण्डवत्प्रणनामः रघुनाथोऽपि तं दृष्ट्वा दण्डवत्पतितं भुवि उद्धाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः उद्धापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः रामचन्द्रपदाम्भोजग्रहणासक्तबाहुभृद भरत उवाच दुराचारस्य दुष्टस्य पापिनो मे कृपां गुरु रामचन्द्रमहाबाहो कारुण्यात् करुणानिधे यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यद स एव चरणो राम वने बभ्राममत्कृते युत्युक्त्वाश्रुमुखो दीनपरिरभ्य पुनः पुनः प्राञ्जलिः पुरतस्तौ हर्षविह्वलिताननः रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः प्रणम्य च महामन्त्रिमुख्यानापृच्छ्य सादरम् भरतेन समं भ्राता पुष्पकासनमस्थितः सीतां ददर्श भरतो भ्रातृपत्नीमनिन्दिताम् अनसूयामिवात्रे किं लोपामुद्रां कठोद्भुवः पतिव्रतां जनकजाममन्यदननाम च मादः क्षमस्व यदखं मया कृतमबुद्धिना त्वत्सदृश्यः पदिपराः सर्वेषां साधुकारिकाः जानक्यापि महाभागा देवरं वीक्ष्य सादरम् आशीर्भिरभियुज्याथ समपृच्छदनामयम् विमानवरमारूढास्ते सर्वे नभसोऽङ्गणे क्षणादलोकयां चक्रे निकटे स्व पितुः पुरीम् इति श्रीपद्मपुराणे पादालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादे रामराजधानीदर्शनो नाम द्वितीयोऽध्यायः ॐ